अस्तु, तर्हि अत्र अस्माकं षत्रन्तप्रत्ययान्तानां विषयः प्रवर्तमानः अस्ति. तत्र चतुर्विंशतितमः अध्यायः अस्ति. अत्र गतसप्ताहे अस्माकं कथा आरब्धा, तामेव कथाम् इदानीं समापयामः. तत्र कृष्णः वदति स्म गतसप्ताहे, तत्र अष्टपञ्चाशदधिकशततमे पुटे अस्माकं कथा अस्ति, अष्टपञ्चाशदधिकशततमे पुटे कथा अस्ति. तत्र किञ्चिदेव तत्र पृष्ठभागे तत्र भीमः निर्लिप्ततां साधयितुं कथं शक्नोमि इति वाक्यमस्ति तत्र. अस्तु, नरेशमहोदय कृपया पठतु. भीमः निर्लिप्ततां साधयितुं कथं शक्नोमि, यतः अहं यत् किञ्चित् कार्यं विदधत् अपि कौरवानां विषये क्रोधं त्यक्तुं न शक्नोमि. किञ्चित् प्रतिपादयतु कृपया, अत्र किं किम् अस्ति? निर्लिप्ततां साधयितुं कथं शक्नोमि, अत्र निर्लिप्ततां इत्यस्य प्रातिपदिकं किम्? इति धातुः निर्लिप्त निर्लिप्त इति क्तान्त रूपमस्ति, नाम क्तप्रत्ययान्तं रूपमस्ति. अत्र निर्लिप्ततां इति सुबन्तपदमस्ति, तस्य च सुबन्तपदस्य मूलरूपं किम्? यत्किमपि पदं भवति यथा रामः, रामः इत्यस्य मूलरूपं किं प्रातिपदिकं? निर्लिप्तता. हा, निर्लिप्तता, यथा राम अत्र निर्लिप्तता. अत्र निर्लिप्त इति क्तान्तरूपमस्ति, तस्य च भावः यत्र तत्र त्रयः प्रत्ययाः सन्ति प्रसिद्धाः, ये यैः अस्माकं भावः सिध्यति. यथा अत्र तल् प्रत्ययः अस्ति, सुन्दरशब्दस्य भावः सुन्दरता इति कृत्वा तत्र तल् प्रत्ययः अस्ति. पुनः त्वप्रत्ययः अस्ति, सुन्दरत्वं. पुनः श्यै प्रत्ययः अस्ति, सौन्दर्यम्. इति त्रयः प्रत्ययाः सन्ति, तेषु अन्यतमप्रत्ययः अस्ति तल्, भावात्मकप्रत्ययः अस्ति निर्लिप्तता. तस्य अत्र का विभक्तिः अस्ति? द्वितीयविभक्ति निर्लिप्ततां साधयितुं. हा, बहु समीचीनमस्ति. तत्र कर्मपदत्वमस्ति तस्य इति कृत्वा द्वितीया विभक्तिः, निर्लिप्ततां साधयितुं कथं शक्नोमि. अस्तु, नाम निर्लिप्तता, न तस्य अर्थः कः? निर्लिप्तता त्यजनम्. हा हा हा, सत्यं. तस्य तत्र स्वस्यैः शब्दैः वदतु एकवारं, तथा नाम वाक्यरूपेण वदतु. त्यजनम्. हा हा, वदतु. कथं साधयितुम्? अजय महोदय अस्ति नाम तत्र त्यज् इति दातु, साधयितुम् इत्यस्य साधयितुम् इत्यस्य स्थाने तत्र त्यज् धातोः उपयोगं करोतु. त्यक्तुं, हा हा त्यक्तुमिति अस्ति चेत् तत्र वाक्यं कथं भवेत्? त्यक्तुं कथं शक्नोमि? किं त्यक्तुं? निर्लिप्तता त्यक्तुं कथं शक्नोमि? किन्तु किञ्चित् चिन्तयतु कृपया, अत्र साधयितुं त्यक्तुं द्वयोः शब्दयोः अर्थः समानः वा? कथं शक्नोमि, द्वयोः शब्दयोः सम्बन्धः कः? विशेषणविशेष्यं न न साधयितुं त्यक्तुं च. विपरीतः खलु अर्थः, विपरीतः अर्थः अस्ति खलु? समानार्थिशब्दः न, समानार्थकशब्दौ न स्तः खलु साधयितुं त्यक्तुं? न, विपरीतार्थ साधयितुं त्यक्तुं नाम हा साधयितुम् इति अस्य स्थाने त्यक्तुम् इति स्थापयामः चेत् तत्र आहत्य वाक्यस्य अर्थं कथं साधयितुं शक्नुमः येन तत्र अर्थः समानः स्यात्? अत्र सुब्रह्मण्यमहोदय किञ्चित् साहाय्यं करोति वा? त्यक्तुमिति स्थापयामश्चेत् अत्र निर्लिप्ततां साधयितुम् अस्ति, अत्र लिप्ततां त्यक्तुम् इति भवति महोदय. किमर्थं चेत् अत्र साधयितुं तस्य विपरीत अर्थ शब्दः अस्ति त्यक्तुं, तथैव अत्र निर्लिप्ततां तस्य विपरीतशब्दः भवति लिप्तताम्. तर्हि आहत्य तत्र वाक्यं कथं स्यात्? लिप्ततां त्यक्तुं कथं शक्नोमि इति अस्ति. समीचीनं, नरेशमहोदय अवगच्छति खलु? लिप्ततां त्यक्तुं कथं शक्नोमि, हा खलु, नाम निर्लिप्ततां साधयितुम् अपि च लिप्ततां त्यक्तुम्, अनेन अस्माकं अर्थः समानः, प्रायः समानः. अस्तु, समीचीनमस्ति. मीना भगिनी अग्रे कृपया. आं महोदय, भीमसेन कृष्णः वदति भीमसेन न कथं शक्नो, यतः अहं यत्किञ्चित् कार्यं विदधत् अपि कौरवाणां विषये क्रोधं त्यक्तुं न शक्नोमि. विदधत् अहं विदधत् विदधत् इति कीदृशरूपमस्ति? विदधत् शत्रन्तरूपम्. अहम् इत्यस्य विशेषणं विदधाति इति विदधाति विदधाति, तत्र धा धातुः अस्ति. कार्यं तत्र कर्तुम् इच्छति, कार्य आरम्भं करोति इति अर्थः. अस्तु, समीचीनम्. अहं कार्यं विदधत् कार्यम् इत्यस्य विशेषणं विदधत् प्रथमपुरुष एकवचनं पुल्लिङ्गं. कार्यम् इत्यस्य विशेषणं विदधत् वा, कार्यं वा अहम् इति किञ्चित् भ्रमः अस्ति. हा, चिन्तनं बहु सम्यक् अस्ति, किन्तु चिन्तनं बहु समीचीनमस्ति. तत्र द्वयोः मध्ये विदधत् इति शब्दः तत्र कस्य विशेषणं स्यात्? अत्र प्रश्नः उदेति यत् शत्रन्तरूपं कर्त्रार्थकं भवति अथवा कर्मणि अर्थकम् अस्ति? कर्त्रार्थकम्. अत्र कर्तपदं किम्? अहम्. कार्यं? कार्यम् इति कर्मपदम्. कस्य? विदधत् इत्यस्य. बहु समीचीनमस्ति. आहत्य कार्यं विदधत् अहम्, नाम यत्किञ्चित् कार्यं विदधत् अहं खलु इति शब्दक्रमः भविष्यति. तत्र अहम् इति कर्तपदमस्ति, विदधत् इति विशेषणं तस्य, पुनः विदधत् इति अस्य कर्मपदमस्ति कार्यं, खलु? यतः अहं यत्किञ्चित् कार्यं, तत्र क्षम्यतां, तत्र यतः यत्किञ्चित् कार्यं विदधत् अहम् इति तादृशं रूपमस्ति चेत् सौकर्यमस्ति. अस्तु, ततः अग्रे किमस्ति? कार्यं यतः यत्किञ्चित् कार्यं विदधत् अहम् अपि कौरवाणां विषये क्रोधं त्यक्तुं न शक्नोमि. अत्र अस्तु, वदतु. कार्यं कौरवाणां सम्बन्धकार्ये कार्यं कर्तुम् इच्छति चेत् क्रोधमेव आगच्छति, अतः कथं निर्लिप्ततां साधयितुं? क्रोधशब्दस्य लिङ्गं किम्? क्रोधम् अपि कर्मपदं. त्यक्तुं क्रोधशब्दस्य लिङ्गं किम्? ओ, लिङ्गं क्रोधः पुल्लिङ्गं. भवती आगच्छति इति उक्तवती खलु, क्रोधम् आगच्छति इति साधु वा? क्रोधम् आगच्छति इति उपयोक्तुम् इच्छति चेत् तत्र वाक्यं कथं वा स्यात्? तस्य क्रोधः आगच्छति. नाम वयं सर्वम् एतादृशं तत्र जानीमः, किन्तु एतादृशः दोषः न स्यात्. अस्माकं भाषा परिष्कृता कदा भवति? यदा एतादृशः दोषः न भवति, न भवेत् एव. वयं तु जानीमः अत्र आगच्छति, तत्र प्रथमविभक्तौ अस्ति क्रोधशब्दः, पुल्लिङ्गे अपि अस्ति, अतः क्रोधः आगच्छति. क्रोधम् आगच्छति इति तत्र सम्यक् नास्ति. किञ्चित् सतर्काः यदि भवामः तदानीम् अस्माकं तादृशदोषः न भविष्यति. क्षम्यताम्. अस्तु, बहु सम्यक् अस्ति. अत्र प्रश्नः उदेति अत्र यत् अस्तु, लक्ष्मी भगिनी वदतु. अत्र यद्यपि शब्दक्रमः अस्ति यत्किञ्चित् कार्यं विदधत् अहं, तद् यतोहि विदधत् इति अहम् इत्यस्य विशेषणमस्ति, तथापि अहम् इति आरम्भे स्थापितमस्ति. तत्र अहं यत्किञ्चित् कार्यं विदधत् अपि कौरवाणां विषये क्रोधं त्यक्तुं न शक्नोमि इति वाक्यमस्ति, तत्र तथा किमर्थम् आयोजितमस्ति? अहं चिन्तयामि महोदय, भीमः वदति यदि सः किञ्चित् कार्यं कुर्वन् अस्ति तस्मिन् समये कौरवाणां विषये सः क्रोधः त्यक्तुं न शक्नोति इति उक्तवान्. तत्तु सत्यं. शब्दक्रमस्य प्रश्नः इदानीं किमर्थं तादृशशब्दक्रमः जातः इति. अस्तु, बहु नाम अतीवमहत्त्वपूर्णबिन्दुः नास्ति, किन्तु अत्र एकं वैशिष्ट्यमस्ति अत्र. अन्य कोऽपि वदति वा? अभिनवमहोदय वदति वा? महोदय, अहं प्रश्नं न गच्छामि, किं शब्दक्रमः भवान् अवदत्? अत्र पश्यतु, कार्यं विदधत् अहम् इति, तत्र विदधत् वस्तुतः अहम् इति विशेषणमस्ति, यथा सुन्दरः बालकः. किन्तु अत्र एकत्र नास्ति महोदय. अत्र विदधत् अहं किञ्चित् कार्यमपि इति वक्तुं शक्नुमः वा? विदधत् प्रथमे अत्र वदामि, यतोहि अत्र भ्रमात्मकं भवितुम् अर्हति. अत्र किमस्ति, अपि इति शब्दः अस्ति खलु अत्र, अपि लक्ष्मी वदतु. अत्र विदधत् अपि, यतः यत् किञ्चित् कार्यं विदधत् अहमपि, अर्थं विभिन्नं भविष्यति. अहमपि बहु समीचीनमस्ति, बहु सम्यक् अस्ति महोदय, बहु सम्यक् अस्ति. यतोहि तत्र संस्कृतभाषायां शब्दक्रमस्य साधारणतया वक्तुं शक्नुमः यत् महत्त्वं नास्ति, यतोहि तत्र अन्वयः भवति एव. किन्तु केषाञ्चित् शब्दानां शब्दक्रमेण तत्र अर्थः भिद्यते. यथा अपि इति शब्दः अव्ययशब्दः अस्ति, अव्ययपदमस्ति अपि. तर्हि अपि शब्दः येन सह भवति तदाधारेण तस्य अर्थः भवति. अत्र विदधत् अपि, अहम् ओदनं खादामि, अहम् अपि ओदनं खादामि, अहम् ओदनम् अपि खादामि, अहम् ओदनं खादामि अपि. तत्र अपि यत्र यत्र अस्ति तदाधारेण तत्र अर्थः भिद्यते खलु. अहमपि ओदनं खादामि यत् इत्युक्ते अन्ये अपि खादन्ति ओदनम्, अहमपि खादामि. अहम् ओदनमपि खादामि इत्युक्ते ओदनं केवलं न, तद्विहाय अन्यत् किमपि खादन् अस्मि, अनन्तरम् ओदनमपि खादामि इति अस्ति खलु. अत्र विदधत् इत्यनेन सह अपि अस्ति इति कृत्वा एव, यदि विदधत् अहमपि, अनेन अर्थः भिद्यते, स च नयिष्यते अस्माभिः. स्पष्टं खलु? अस्तु, अग्रे गच्छेम तर्हि. रत्नेशमहोदय, अग्रे पठति वा कृष्णः? कृष्णः, भीमसेन भवतः निर्लिप्ता विलसन्ती एव प्रवर्तते. क्रोधकार्यम् एकं त्यजन् अन्यत्र कार्येषु निर्लिप्तः एव अस्ति भवान्. अर्थः कः? अहं विलसन्ति शब्दस्य अर्थं न जानामि. विलसति इत्यर्थं किं महोदय? तत्र लस् इति धातुः विउपसर्गपूर्वकः, विलस् विलसति, विलसति इत्युक्ते प्रकाशते. प्रकाशते इत्यर्थं अवगच्छते? हा, नाम निर्लिप्तता प्रकाशमाना. तत्र शत्रन्तपदम् अस्ति केवलं परस्मैपदिधातूनां, शत्रप्रत्ययः परस्मैपदिधातूनाम् एव भवति. प्रकाशते इति आत्मनिपदिधातुः अस्ति, तिङन्तपदम् इति कृत्वा तत्र शानच् भवति, न तु शत्र. अतः तस्य प्रकटीकरणार्थं निर्लिप्तता प्रकाशमाना एव प्रवर्तते, तादृश अर्थः अस्ति. नाम दृश्यते इति, स्पष्टतया दृश्यते. आम्, सो भीमसेन भवतः निर्लिप्तता स्पष्टतया दृश्यते एव प्रवर्तते. अत्र अत्र किन्तु दृश्यते, हा समीचीनमस्ति, दृश्य नाम दृश्यते इति तत्र वस्तुतः कर्मणि अर्थे अस्ति, तदर्थम् आत्मनि इव अस्ति, तदर्थं तत्र शानच् इति संयोजयतु, अत्र शत्र अस्ति तस्मिन् अर्थे शानच् इति संयोजयतु, जानाति वा शानच्? न जानामि महोदय. अस्तु तत्र सञ्जीवमहोदय किञ्चित् सहायं करोति वा? भवतः निर्लिप्तता विलसन्ति एव प्रवर्तते, शानच् तत्र दृश्यतुः दृश्यते इति अस्ति, तत्र विलसति इति दृश्यते इति अस्ति चेत् निर्लिप्तता दृश्यमाना. हा सत्यम्. आहत्य वाक्यं किं स्यात्? भवतः निर्लिप्तता दृश्यमाना एव प्रवर्तते. हा समीचीनं, सुन्दरमस्ति, तादृशमस्ति. इदानीं वाक्यं समानमस्ति, समानार्थकम्. अस्तु रत्नेशमहोदय, तर्हि अग्रे, भवतः निर्लिप्तता दृश्यमाना एव प्रवर्तते इत्युक्ते किम्? प्रश्नः किं महोदय? तस्य अर्थः कः वाक्यस्य? भवतः निर्लिप्तता अहं जानामि, अहम् अवगच्छामि इत्यर्थं. हा अवगच्छा, हा हा, अथवा हा भवतः निर्लिप्तता तु साधारणतया अस्ति एव इति आश्वासनं ददाति सः. तथा भवतः सः तु वदति यत् मम निर्लिप्तता नास्ति एव, सः वदति न तथा नास्ति, अस्ति एव, अस्ति एव. अनन्तरम् अग्रे किं वदति? क्रोधकार्यम् एकं त्यजन् अन्यत्र कार्येषु निर्लिप्तः एव अस्ति भवान्. कृष्ण कथयति क्रोधकार्यं त्यजन् भवान् अन्य कार्येषु निर्लिप्तः न भवति. एकं क्रोधकार्यम् एकं भवान् निर्लिप्तं भवति, अन्यत्र कार्येषु निर्लिप्तः भवति. तथा नास्ति वस्तुतः, किञ्चित् भिन्न. सञ्जीव महोदय किञ्चित् सहायं करोति वा? सञ्जीव महोदय, अस्तु अस्तु. अत्र तर्हि सावित्री भगिनी सहायं करोति वा? स्थानं प्राप्तं महोदय, पुस्तकं प्राप्तं, स्थानं प्राप्तं, कथा न जानामि, परन्तु कृष्णस्य वाक्यमस्ति अत्र. आमां, क्रोधकार्यमेकं त्यजन् अन्यत्र कार्येषु निर्लिप्तः एव अस्ति भवान्. प्रयत्नं करोमि. त्यजन् आरम्भतः नाम भीमः किम् उक्तवान्? भीमः किम् उक्तवान्? भीमः उक्तवान् कथं लिप्ततां त्यक्तुं शक्नोमि, अहं यत्किञ्चित् करोमि, यत्किञ्चित् कुर्वन् अस्मि, तत्रापि कौरवाणां विषये क्रोधं न त्यक्तुं शक्नोमि इति. कृष्णः वदति भवान् तथा वदति, परन्तु भवान् निर्लिप्तता एव अस्ति, निर्लिप्तः एव अस्ति. क्रोधकार्ये एव भवतः निर्लिप्तता न दृश्यते. अन्यत्र सर्वत्र भवान् निर्लिप्तः एव अस्ति इति भाति. हा इति भाति इति नास्ति इति अस्ति कृष्णः जानाति खलु अस्ति एव हा अस्तु समीचीनमस्ति तत्र रत्नेशमहोदय तत्र स्पष्टमस्ति वा नाम अत्र भवता यदुक्तं तत् किञ्चित् विपरीतरूपेण भवता उक्तं नाम अन्यत्र निर्लिप्तता अस्ति भीमस्य केवलम् एकस्मिन् स्थले एव तस्य दोषः क्रोधविषये क्रोधविषये तस्य दोषः इदानीमपि अस्ति किन्तु अपरेषु स्थलेषु तस्य निर्लिप्तता तु अस्ति एव इति आश्वासनं दत्त्वा वदति कृष्णः आश्वासनं करोति यत् चिन्ता नाम तत्र चिन्ता मास्ति चिन्ता मास्तु भवतः तु प्रगतिः समीचीना एव अस्ति अपरेषु स्थलेषु अपरेषु क्षेत्रेषु भवतः जीवने निर्लिप्तता तु अस्ति एव बहु समीचीनमस्ति सम्यक्तया करोति सर्वं भवान् केवलं क्रोधविषये किञ्चित् तत्र कश्चन दोषः अवशिष्यते तत् तमेव क्रोधकार्यम् एकमेव अतिरिच्य त्यक्त्वा अन्यत्र सर्वं बहु समीचीनमस्ति निर्लिप्तः एव भवान् खलु स्पष्टं वा आं महोदय अस्तु तर्हि अत्र निर्लिप्तः अपि च निर्लिप्तता द्वयोः भेदः कः तत्र रत्नेशमहोदय वदति वा निर्लिप्तः प्रश्नः किं महोदय द्वयोः भेदः कः निर्लिप्तः निर्लिप्तता निर्लिप्तः निर्लिप्तता निर्लिप्तता निर्लिप्तः विशेष्य विशेषणमस्ति निर्लिप्तता संज्ञाशब्दः संज्ञाति नाम तत्र हिन्दीभाषायां तादृशं वदामः संज्ञाशब्दः अत्र भावात्मकशब्दः इति वक्तव्यमस्ति संज्ञा संस्कृतभाषायां संज्ञा इत्युक्ते नाम तावदेव यत् यत् यत् हिन्दीभाषया तत्र संज्ञा इत्युक्ते नौन् एन् ओ यु एन् यत् नौन् तथा न भवति संस्कृतभाषायां संज्ञा इत्युक्ते नाम अत्र तस्मिन् अर्थे तत्र अत्र भावात्मकशब्दः अत्र भावात्मकशब्दः इति वक्तव्यमस्ति निर्लिप्तता तर्हि निर्लिप्तः इति कृतान्तरूपमस्ति तत्र विशेषणमस्ति भीमस्य तस्य च निर्लिप्तशब्दस्य भावः भवति तस्य भावः निर्लिप्तता अस्तु तर्हि इत्युक्ते भीमः निर्लिप्तः भीमे निर्लिप्तता यतोहि यथा बालकः सुन्दरः अतः बालके सुन्दरता इति अस्ति महोदय प्रश्नः अस्ति स्थान्तरूप इति किं क्तप्रत्ययः क्त कश्चन प्रत्ययः अस्ति क्त अग्रिमे पुस्तके अयं प्रत्ययः आयास्यति क्तप्रत्ययः यथा मया कार्यं कृतं मया पुस्तकं पठितम् इति क्तान्तरूपाणि सन्ति अत्र लिप्तधातुः तत्र लिप्तः कृतः कृत पठित लिप्त इति अस्ति लिप् इति लिप्यते लिप्धातुः द्विधादिगणे अस्ति वस्तुतः तत्र नुमागमः भवति लिम्पति लिम्पते इति द्विधादिगणे अस्ति नुमागमः भवति तस्य मुचादीनां तत्र नुमागमः भवति द्विधादिगणे अस्ति कृत्वा तत्र लिप् धातोः लिम्पति भवति तान्तरूपमस्ति लिप्तः लिप्त लिखित पठित श्रुत एतत् सर्वं तत्र क्तान्तरूपाणि इमानि सामान्यतया कर्मणि अर्थे कुत्रचित् गति अर्थकः अस्ति चेत् कर्तृर्थकः भवति. अग्रे अग्रिमे पुस्तके एतत् सर्वम् आयास्यति. अविशासनं भवति त्रिषु लिङ्गेषु च. नाम कार्यं कृतमस्ति तत्र अस्तु लिखितम् इति कुर्मः. तत्र पुस्तकं लिखितं, कविता लिखिता, काव्यः लिखितः इति त्रिषु लिङ्गेषु भवति कर्मणि अर्थे च. अस्तु समीचीनमस्ति. अग्रे गच्छेम. शिल्पा भगिनी पठति वा? भीमः. हा हा हा अर्जुनः. अहम् अनेन सह युद्धं कुर्वन् अपि अभिमन्युं विस्मर्तुं न शक्नोमि. कुर्वन् शत्र प्रत्ययरूपम् अहं सम्बन्धे अस्ति. अहं शब्दस्य सम्बन्धे अस्ति. अर्जुनः वदति यत् यदा सः युद्धं करोति तदा अभिमन्युं अर्जुनस्य मनसि अस्ति. सम्यक्, बहु समीचीनमस्ति, बहु समीचीनमस्ति भगिनि. अत्र पुनः प्रश्नः उदेति किमर्थं कुर्वन् इति अहमिति विशेषणं भवती उक्तवती, तथापि एकत्र नास्ति, कुर्वन् पृथक् अस्ति. तत्र अत्र किमर्थं स्थापितमस्ति? तत्र कुर्वन् शब्दस्य एम्फसिस् कथं वदामि संस्कृतेन? अत्र स्थितिः समाना अस्ति. उपरि यथा विदधत् आसीत् अत्रापि तथा. अत्र स्थितिः का आसीत् तत्र? ओ तर्हि वैशिष्ट्यम् अस्तु. वैशिष्ट्यं कस्यचित् शब्दस्य अस्ति अत्र. वैशिष्ट्यं अजयः महोदय किञ्चित् सहायं करोति वा? अजय महोदय, कुर्वन् अपि कुर्वन् अहमपि विपरीत अर्थः, भिन्न अर्थः. सत्यं अपि शब्दः तत्र अस्ति. अपि शब्दः अस्ति कुर्वन् इत्यनेन सह अस्ति खलु. शुभभगिनि, कुर्वन् अपि अहम् अन्येन सह युद्धं कुर्वन् अपि नाम तथापि कुर्वन् अपि अभिमन्युं विस्मर्तुं न शक्नोमि. अवगच्छामि. तर्हि अहम् अपि भिन्नः अस्ति, तस्य अर्थः भिन्नः अस्ति. कुर्वन् अपि तस्य अर्थः भिन्नः अस्ति. अपि शब्दस्य स्थाने स्थानः अभिमन्युः नास्ति. अभिमन्युः नास्ति तथापि तस्य विचारः मनसि आगच्छति. यद्यपि अन्येन सह युद्धं कुर्वन् अस्ति तथापि अभिमन्युं विस्मर्तुं न शक्नोमि. एतत्र अपि इति विशिष्टशब्दः अस्ति. यत्र स्थाप्यते अयं शब्दः तदाधारेण तस्य अर्थः भवति. कुर्वन् अपि अभिमन्युं विस्मर्तुं न शक्नोमि. तस्य महत्त्वमस्ति. अपि यदि अन्यत्र स्यात् तस्य अर्थः अपि अन्यः स्यात्. अन्येन सह युद्धं कुर्वन् अहमपि यदि स्यात् तर्हि अहमपि नाम अन्ये अपि तथा अहमपि तथा. किन्तु तादृश अर्थः नाष्टः खलु. अस्तु समीचीनमस्ति. तर्हि अग्रे आम्. अत्र कुर्वन् शब्दः विशेषणं भवितुम् अर्हति वा अथवा अन्यपदमेव? प्रश्नः कः, विशेषणम् अस्ति न वा अति वा? आम्, अहं पदस्य विशेषणम् अस्ति वा अथवा अन्यं पदं भवितुम् अर्हति? अत्र कुर्वन् शब्दस्य कर्मपदमस्ति युद्धम्. तर्हि हा कर्मपदमस्ति युद्धम्, अनन्तरं तदर्थ अहं पदस्य कर्मपदं न भवति युद्धं. न, अहं शब्दस्य कर्मपदं न भवति इति तु सत्यं. कुर्वन् कुर्वन् इति क्रियासूचकपदं, तदा कुर्वन् अहं पदस्य विशेषणम् अस्ति वा? सत्यम्, अवश्यम् अवश्यमस्ति. कुर्वन् युद्धं कुर्वन् अहं युद्धं कुर्वन् अहम् अवगच्छामि. महोदय, एकः प्रश्नः. अर्जुनः भीमसेनेन साम्यं करोति वा? अपि पदम् उपयोगित्वा पुनः वदतु कृपया भगिनि. अहम् अन्येन सह युद्धं कुर्वन् अपि वदति अर्जुनः. अर्जुनः भीमसेनेन साम्यं करोति वा? भीमसेन यत्र व्यामोहं करोति तथा अर्जुन अभिमन्यु व्यामोहं करोति. नाम अन्येन सह अतिनेन अन्येन सह अति येन केन सह अपि येन केन सह अपि युद्धं कुर्वन् अस्मि. अत्र कः केन सह अति न उच्यते, किन्तु येन केन अपि सह युद्धं कुर्वन् अस्मि तथापि अभिमन्युं विस्मर्तुं न शक्नोमि. यद्यपि मम मया सह यद्यपि तत्र अभिमन्युः नास्ति तथापि विस्मर्तुं न शक्नोमि. अन्यजनः कस्यचित् अस्ति, न तु अभिमन्युः, तथापि इति अर्थः. न उक्तं खलु अन्येन केन सह इति न उच्यते, अन्येन केनचिदपि. स्पष्टमस्ति वा? अस्तु, भवती एव अग्रे. आम्, कृष्णः. पार्थ, भवान् अभिमन्यामोहं वक्तु. न न न, सम्यक्तया वदतु, उच्चारयतु. अर्जुनः वदति अहं न कृष्णः, पार्थ. पार्थ, भवान् अभिमन्यु व्यामोहं विसृजन् युध्यतां, तदा एव विजयः भविष्यति. अर्थः कः? सृज धातु विसृजन् सत्रन्तरूपम् अस्ति. भवान् अभिमन्यु व्यामोहं त्यज्यताम्, युद्धं कुर्यताम्, तदा एव विजयं भविष्यति. बहु सम्यक् अस्ति भगिनि, बहु सम्यक्. अत्र विसृजन् इति शब्दः कस्य विशेषणं? व्यामोहम्, विसृजन् भवान्. किं विसृजन्? अभिमन्यु व्यामोहम् इति कर्मपदमस्ति खलु. अभिमन्यु व्यामोहं विसृजन् भवान् युध्यताम्. अस्तु, बहु समीचीनमस्ति, सम्यक्. अत्र व्यामोहम् इत्युक्ते व्यामोहः पुल्लिङ्गशब्दः व्यामोहः इत्युक्ते वात्सल्यं न वात्सल्यं वात्सल्यमिति उक्तं वा न प्रेम न न न तत् न न न न अन्यथा अवगमनं जातमस्ति अत्र तत् भिन्न अर्थः अस्ति अत्र अभिनवमहोदय वदतु कृपया महोदय मोहम् अवगच्छामि व्यामोहं न जानामि व्यामोहः सुब्रह्मण्यमहोदय सायं करोति वा अत्र किञ्चित् मोहः इत्युक्ते अत्र मोहः भिन्नः व्यामोहः भिन्नः मोहः व्यामोहः इत्युक्ते यद् न भवितुम् अर्हति अत्र किञ्चित् व्यतिरेकरूपेण अथवा यः गुणः न भवितुम् अर्हति अत्र तथा अस्तु महोदय किञ्चित् विपरीतरूपेण अत्र व्यामोहः इत्युक्ते अधिकं न सरलरीत्या उच्यते चेत् व्यामोहः इत्युक्ते भ्रमः सरलरीत्या उच्यते चेत् तत्र अतीवभ्रमः मानसिकभ्रमः मानसिकभ्रमः शङ्का तत्र तत्र यः यः कोऽपि एकस्मिन् दिने तत्र स्वस्य प्रकोष्ठे स्थित्वा वदति यत् अहं कुत्र अस्मि अद्य दिनं किमस्ति अहं कः अस्मि इति व्यामोहः अस्ति नितरां भ्रमः किमपि न जानाति तत्र मानसिकभ्रमः अस्ति इति चेत् तत् तादृशी स्थितिः अस्ति अतीव भ्रमः यत्र अस्ति तत्र व्यामोहः तर्हि अभिमन्युविषये व्यामोहम् इति उक्तमस्ति खलु महोदय अत्र सत्यं सत्यं सत्यं भ्रमः अत्र भ्रमः नाम तत्र दोषपूर्णचिन्तनं अतीव नितरां दोषपूर्णचिन्तनमिति शङ्का भ्रमः एतत् सर्वमस्ति भवता यदुक्तं तदपि समीचीनमस्ति भवान् अभिमन्युव्यामोहं विसृजन् त्यजन् युध्यतां युध्यतां तस्य शब्दपरिचयः कः तत्र वदतु कृपया अत्र युध्यतां धातुः अस्ति युध् आत्मनेपदे धातुः महोदय तत्र युध्यते इति लट् प्रथमपुरुष एकवचनं युध्यतां लोट् प्रथमपुरुष एकवचनं महोदय बहु सम्यक् सुन्दरं युध्यताम् अत्र कर्मणि प्रयोगः अस्ति वा न महोदय भवान् युध्यताम् अस्ति खलु महोदय हा यकारः किमर्थमस्ति यकारः अत्र प्रायः दिवादिगणधातुः अस्ति हा हा युध्यते हा सम्यक् दिवादिगणे अस्ति इति कृत्वा यकारः अस्ति हा युध्यते यथा नृत्यते नृत्यति नृत्यति हा अस्तु समीचीनमस्ति महोदय एकः प्रश्नः हिन्दीभाषां मोह भाषायां मोह इति शब्दस्य अर्थः तङ्गः भवति तादृश न न मोहः इति यथा हिन्दीभाषायाम् अस्ति तादृशमपि संस्कृतभाषायाम् अस्ति मोहः किन्तु अत्र व्यामोहः अस्ति किन्तु हिन्दीभाषायां मोहः शब्दस्य अर्थः सङ्गः अस्ति भ्रमः न अस्ति अथवा जनाः अर्थं सङ्गं सङ्गः कुर्वन्ति सत्यं भ्रमः न कुर्वन्ति किन्तु अत्र अभिमन्यु भ्रमम् अभिमन्यु अतीवभ्रमम् इति शब्दस्य अर्थं समीचीनं न अवगच्छामि किन्तु अभिमन्युसङ्गम् इति अर्थं समीचीनं दृश्यते. हा समीचीनं दृश्यते, किन्तु अत्र वस्तुतः मोहशब्दस्य व्यामोहशब्दस्य पुनः अर्थः समानः नास्ति. किन्तु तत्र यत्र उपसर्गः अस्ति तत्र अर्थः बहुत्र भिद्यते. भवतः कथनस्य आशयः मया अवगतः, तथापि तत्र व्यामोहं मोहम् इति तत्र समानं नास्ति. मोहम् इति किञ्चित् भिन्नमस्ति, व्यामोहम् इति किञ्चित् भिन्नमस्ति. यद्यपि अभिमन्यु मोहम् इति अपि तत्र सङ्गच्येत इति सङ्गम्येत, क्षम्यतां, तत्र सङ्गम्येत यदि तत् यद्यपि तथा स्यात्, किन्तु तत्र अर्थभेदः कश्चन अस्ति. अभिमन्यु मोहमिति सङ्गमनमस्ति, नाम अर्थः अस्ति अभिमन्यु मोहं, किन्तु अभिमन्यु व्यामोहमिति किञ्चित् भिन्नमस्ति तावदेव. स्पष्टम्? अत्र महोदय अभिनवमहोदय वदतु, मोहः सामूहः हिन्दीभाषा समूहः वा समूहः भिन्न इत्यनां भिन्नः अस्ति. सङ्गे अभिमन्युसङ्गे न अहं तत्र रजनीशमहोदय यत् उक्तवान् तत् सर्वं समीचीनमासीत्, सम्यक्. सङ्गमति तत्र अर्थः भिन्नः अस्ति, सत्सङ्गमति तादृशं नास्ति, सङ्गमति भिन्नं, मोहः इति अस्ति तादृश अर्थः अस्ति. अत्र किन्तु किञ्चित् व्या इति अस्ति इति कृत्वा किञ्चित् भिन्नम् अस्ति तावदेव. अग्रे गच्छेम महोदय. एकम् अन्यः प्रश्नः, भगवद्गीतायाम् अर्जुन पृच्छति व्यामिश्रेणेन व्याख्येन, अत्र व्यामिश्रेणेन व्या शब्दस्य अर्थः समानः अस्ति व्यामोहम् अव्यामिश्रेणेन व्या शब्दः? हा न, अन्यत्र तस्य अर्थः भिन्नः भवितुम् अर्हति, मया द्रष्टव्यमस्ति. तत् ईमेल् माध्यमेन किञ्चित् प्रेषयति चेत् अहं दृष्ट्वा वदामि तत्र कीदृशः अर्थः अस्ति, अत्र कीदृशः अर्थः अस्ति इति द्रष्टव्यमस्ति. व्यामिश्रणं व्यामोहः इति द्रष्टव्यमस्ति. अस्तु, अग्रे गच्छेम तर्हि. अन्य कोऽपि? अस्तु, सुनिधिभगिनी अग्रे पठतु कृपया. सुनिधिभगिनी, कृष्ण अभिमन्यो कथं भ्राता अनुरागं विमुञ्चन् स्थातुं शक्नोति, भावम् अपि किल तस्मिन् प्राणान् धारयन्तौ निवसावः. हा, किञ्चित् कठिनं स्यात्, किन्तु पश्येम मिलित्वा. कृष्ण शूरपुत्रे अभिमन्यौ, अत्र विभक्तिः का? अभिमन्यौ इत्यस्य वचनं किम्? अपि च विभक्तिः का? अभिमन्यौ इत्यस्य मूलरूपं किम्? अभिमन्यु. हा हा हा हा, यथा गुरु गुरु, तत्र गुरु इति गुरौ गुरौ इति वदामः चेत् तत्र का विभक्तिः अस्ति? गुरु विस्मृतवती वा? एकनिमेष, अहं जानामि. अस्तु अस्तु, नास्ति चिन्ता. अभिनव महोदय, किञ्चित् साहाय्यं करोतु. अभिमन्यौ सप्तमी विभक्ति वा? हा, सप्तमी अस्ति. वचनम्? एकवचनम्. हा, शूरपुत्रे? शूरपुत्रे सप्तमी विभक्ति एकवचनम् अपि. शूरपुत्रे अभिमन्यौ कथं भ्राता अनुरागं विमुञ्चन् स्थातुं शक्नोति? अत्र भ्राता इति कः? अर्जुनः. हा, समीचीनमस्ति. तस्य वाक्यस्य अर्थः कः अति? अर्जुनः कथं तस्य पुत्रस्य अनुरागं त्यागं करोति इति सम्भवं नास्ति. हा, बहु समीचीनमस्ति. अत्र सप्तमी किन्तु किमर्थं? भवता षष्ठी इति उक्तम्. यस्मिन् अनुरागः अस्ति तदा सप्तमी विभक्ति भवति. हा हा, बहु समीचीनमस्ति. हा, तत्र मम आदरः, मम प्रेम, तत्र अनुरागः, एतत् सर्वं तत्र सप्तमी विभक्तौ भवति. नाम यं प्रति मम मातरि आदरः अस्ति, प्रेम अस्ति. अस्तु, तादृश अर्थः भवति. तर्हि शूरपुत्रे अभिमन्यौ अनुरागः, अनुरागः भ्रातुः अस्ति. अनुरागः तस्मिन्, कस्मिन् अभिमन्यौ? इदानीं तम् अनुरागं विमुञ्चन् स्थातुं कथं वा शक्नोति इति पृच्छति. सम्यक् अस्ति. अस्तु, सुनिधि भगिनी अवगच्छति वा? अनुरागमिति जानाति वा? न जानामि अनुरागम्. अनुरागम् इति तत्र प्रेम इति चिन्तयतु. प्रेम, प्रेमशब्दं जानाति वा? आम् आम् जानामि. प्रीतिः. आम्. अनुरागं, विमुञ्चन् नाम त्यजन्. तर्हि अभिमन्यौ यः अनुरागः अस्ति अर्जुनस्य, तम् अनुरागं त्यजन् कथं वा स्थातुं शक्नोति? कः कः कथं स्थातुं शक्नोति? सुनिधि भगिनी वदतु. कः? हा हा, नाम भ्राता, भ्राता कथं स्थातुं शक्नोति? भ्राता इति कः? अर्जुनः. हा, अर्जुनः. हा, बहु समीचीनमस्ति. अर्जुनः इति विषयः अस्ति, बहु समीचीनमस्ति. अस्तु, सावित्री भगिनी अग्रे आवाम्. आं महोदय, आवामपि किल तस्मिन् प्राणान् धारयन्तौ निवसावः. धारयन्तौ आवां शब्दस्य विशेषणम्. निवसावः. इत्युक्ते अत्र अर्जुनभीमा द्वयोः अभिमन्यौ यत् प्राणः आसीत् तस्य धारणं न कर्तुं शक्नुवन्तः. प्राणान् प्राणान् न रक्षितुं प्रभवावः किल तस्मिन्. तस्मिन् नाम इत्युक्ते किं? तस्मिन्, अभिमन्युं षष्टि सप्तमी विभक्ति अभिमन्यौ यः प्राणः आसीत् तस्य धारणम् अथवा रक्षणं न कर्तुं शक्तवन्तः. धारयन्तौ निवसावः. अत्र अभिनव महोदय, तत्र तादृशं चिन्तनं भवतः? महोदय एकनिमिषं, मम त्वरितकार्यमस्ति अतः गच्छामि. अस्तु अस्तु अस्तु भगिनि. सुब्रह्मण्यं महोदय किं वदति भवान्? अभिनव महोदय, नकुल सहदेव, ओ नकुल सहदेव, क्षम्यतां. तस्मिन् प्राणान् धारयन्तौ निवसावः इत्यर्थे अभिमन्यो प्राणान् धारयन्ति धारयन्तौ. सुब्रह्मण्यं महोदय वदति वा? ओ निचि वा, अत्र यथा अर्जुनः तस्य अनुरागम् अभिमन्यौ अस्ति, तथा एव नकुलसहदेवौ अपि अभिमन्यौ अनुरागम् अनुरागः अस्ति. तत्कारणात् द्वयोः सः तु प्राणः एव, तत्कारणात् वयं कथं निवसावः, आवां कथं निवसावः, तस्मिन् अनुरागं विमुञ्चतौ इति नकुलसहदेवौ वदति महोदय. अत्र इत्युक्ते नकुलस्य अपि सहदेवस्य अपि अभिमन्यौ अनुरागम् अस्ति, अनुरागः अस्ति, अनुरागः अस्ति. तत्कारणात् तौ वदतः अभिमन्यौ प्राणान् तौ धारयन्तौ निवसावः, इत्युक्ते तेष द्वयोः अपि जीवनं तस्मिन् अस्ति इति अत्र अर्थः महोदय. सम्यक् अस्ति, सम्यक् अस्ति. तस्मिन् प्राणान् धारयन्तौ निवसावः इति तादृश अर्थः अस्ति. सावित्री भगिनी किम्? अवगच्छामि. महोदय अत्र सप्तमी विभक्ति किमर्थम् अस्ति? धारयन्तौ इति शब्दस्य अर्थः धारयन्तौ अत्र विवचनम् अस्ति महोदय, अत्र आवाम् अस्ति खलु, आवां धारयन्तौ निवसावः, धारयन्तौ द्विवचनशत्रन्तरूपमस्ति प्रथमाविभक्तौ. किन्तु अहं चिन्तयामि यत् सप्तमी विभक्ति किमर्थमस्ति? धारयन्तौ सप्तमी नास्ति अत्र, तत्तु सप्तमी नास्ति, प्रथमाविभक्ति द्विवचनमस्ति. तस्मिन् प्राण सञ्जीव महोदय, तस्मिन् इत्युक्ते अभिमन्यौ प्राणान् धारयन्तौ निवसावः इति, अभिमन्यवेव प्राणान् धारयन्तौ निवसावः. महोदय इदं वाक्यम् आवाम् अपि किल तस्मिन् प्राणान् धारयन्तौ निवसावः, नकुल सहदेव नकुल कथयति मम प्राणः अभिमन्यौ अस्ति, मम प्राणान् अभिमन्यौ अस्ति, अहं निवसामि किन्तु मम प्राणः अभिमन्यौ वसति प्राणान्. कः वदति इदानीं? नकुल सहदेव. भवान् न भवान् न दर्शयति वा? रत्नेशः. क्षम्यतां, समीचीनम् समीचीनमस्ति महोदय. तदेव समीचीनमस्ति. नाम तेषां जीवनमपि अपि च अभिमन्योः जीवनमपि तत्र एकत्र तत्र तादृश आशयः अस्ति. महोदय, त्राणां किमर्थं बहुवचने अस्ति? पञ्च प्राणान् सन्ति इत्यर्थं यत्र शिल्पा भगिनी यत्र जीवनार्थे अस्य शब्दस्य उपयोगः भवति तदानीं नित्यं बहुवचनान्तशब्दः अस्ति जीवनार्थे. यतोहि जीवने तत्र पञ्चप्राणाः सन्ति, इदानीं विषयः नास्ति किन्तु पञ्चप्राणाः सन्ति. कोऽपि वदति वा, नाम भवतः मनसि रजनीश महोदय तत्र पञ्च के इति? न स्मरामि महोदय. किन्तु वदतु. इति पञ्च सन्ति, तादृशपञ्च सन्ति. शिल्पा भगिनी श्रुतवती वा तत्र अस्माकं पञ्च शक्तयः इति वक्तुं शक्नुमः जीवने तत्र पञ्च प्रकारकाः शक्तयः सन्ति येन जीवनं स्यात्. तदर्थं प्राणाः, प्राणान् त्यक्तवान् नाम तस्य मृत्युकालः जातः. अवगच्छामि. अस्तु अस्तु, समीचीनमस्ति. अग्रे गच्छेमः, लक्ष्मी भगिनी अग्रे. कृष्णः, भवतां निर्लिप्तता साधनाय उपायम् उपदिशन् कानिचित् कार्याणि सूचयामि इति कृष्णः वदत्. भवतां निर्लिप्तता साधनाय उपायम् उपदिशन् कानिचित् कार्याणि सूचयामि. इत्युक्ते उपदिशति इत्युक्ते उपदेशं करोति. नाम अर्थस्य कथनावसरे तत्र पुनः तस्यैव शब्दस्य उपयोगं मा करोतु. उपदिशति, पाठयति. सम्यक्, बहु समीचीनमस्ति. पाठयन्, उपायं पाठयन्. पाण्डवानां निर्लिप्तता साधनार्थं, पाण्डवानां कृते निर्लिप्तता साधनाय उपायं सूचयामि इति, उपायं सूचनार्थं कानिचित् कार्याणि अधुना अहं वदामि इति कृष्णः वदति. सम्यक् सम्यक्, अग्रे. तानि अनुतिष्ठन्तः अनुभवन्तु. अत्र अनुतिष्ठन्तः शत्रन्तरूपं, प्रथमाविभक्तौ पुंलिङ्ग बहुवचनरूपम्, अनुतिष्ठति शब्दस्य लट्लकाररूपम् अनुतिष्ठति. अत्र अर्थः कः? अनुतिष्ठति इत्युक्ते साधयितुं. तानि अनुतिष्ठन्तः अनुभवन्ति, अनुभवन्ति तत् साधयितुमिति न. अनुतिष्ठति इत्युक्ते तानि कार्याणि कुर्वन्तः, आचरयन्तः, आचरयति इति चिन्तयतु, आचरयति, आचरयन्तः अनुभवन्तु. इति समीचीनमस्ति. अत्र स्थादातुः सामान्यतया तत्र अकर्मकधातुः अस्ति, किन्तु अत्र अनु उपसर्गपूर्वकः स्थादातुः इदानीं सकर्मकधातुः जातः. तानि अनुतिष्ठन्तः अनुभवन्तु, नो चेत् तिष्ठति इति तत्र कर्मपदं तस्य तु न सामान्यतया न भवति खलु, अत्र किन्तु अस्ति अनु इति कारणतः. स्पष्टम्? अस्तु, अजय महोदय अग्रे. धर्मराजः, अस्तु, भवान् यथा कथयति वयं तथा अनुतिष्ठन्तः साधनं कुर्मः. यदा कृष्णः पाठयति तथा वयं सर्वे आचरामः. समीचीनं, तादृश अर्थः अस्ति. अस्तु, इति कथा. अग्रे गच्छेम, किञ्चित् समयः अस्ति. बहु समीचीनमस्ति. ततः अग्रे तत्र कश्चन गृहपाठः आसीत्. अस्तु, पञ्चषष्ट्यधिकशततमे पुटे अन्तिमवाक्यत्रयमस्ति, दशमवाक्यं तत्र सुब्रह्मण्यं तत्र पठतु कृपया. भक्ताः प्रीतिपूर्वकं भजन्ति, कृष्णः अनुग्रहं करोति. अत्र एकवारं महोदय, कोष्टकक्रियापदेभ्यः उचितं शत्रुन्तपदं निर्माय रिक्तस्थानं पूरयतु. कुर्वन्ति, भजन्ति. आत्मा उत्क्रामति, विमूढाः न पश्यन्ति. विमूढाः उत्क्रामन्तम् आत्मानं न पश्यन्ति. अत्र विमूढाः न पश्यन्ति, कीदृशाः विमूढाः इत्युक्ते अत्र न विमूढाः न पश्यन्ति, विमूढाः किं न पश्यन्ति इति अत्र प्रश्नः. कम् आत्मानं न पश्यन्ति, पुनः अत्र कीदृशम् आत्मानमित्युक्ते उत्क्रामन्तम् आत्मानं न पश्यन्ति विमूढाः. इदानीम् अत्र भक्ताः प्रीतिपूर्वकं भजन्ति, कृष्णः अनुग्रहं करोति. अत्र कृष्णः केषाम् अनुग्रहं करोति इति अत्र प्रश्नः. अत्र भक्तानां, कृष्णः भक्तानाम् अनुग्रहं करोति. इदानीम् अत्र कीदृशानां भक्तानाम् इत्युक्ते भजतां भक्तानाम् अनुग्रहं करोति. कृष्णः प्रीतिपूर्वकं भजतां भक्तानाम् अनुग्रहं करोति. हा हा, समीचीनमस्ति. अत्र शत्रन्तपदं कुत्र? अत्र शत्रन्तपदं भजन्ति इत्यस्य शत्रन्तरूपम् अत्र भक्तानाम् इति षष्ठी विभक्ति बहुवचनमस्ति, तत्कारणात् अत्र भजताम् इति भजन् इति पुल्लिङ्ग प्रथमाविभक्तौ एकवचनरूपं, भजत् इति प्रातिपदिकं, तस्य षष्ठी विभक्ति बहुवचनरूपं भजताम्. समीचीनमस्ति. सर्वे पश्यन्तु, अत्र कृष्णः अनुग्रहं करोति. अत्र भक्ताः इति शब्दः अस्ति पूर्वतने वाक्ये, भक्ताः. तर्हि कृष्णः नाम कीदृशं चिन्तनविधिः इति कीदृशः इति चेत्, कृष्णः अनुग्रहं करोति, इदानीं भक्ताः इति शब्दः तस्मिन् वाक्ये कथं वा स्थापयितुं शक्नुयाम इति प्रश्ने सति, कृष्णः इदानीम् अनुग्रहम् अत्र द्वितीयविभक्तिः किन्तु न भवितुमर्हति खलु. तत्र कृष्णः भक्तान् अनुग्रहं करोति इति न भवति, अपि तु षष्ठीविभक्तिः इति रूपमुचितमस्ति. षष्ठीविभक्त्यन्तं कृष्णः भक्तानाम् अनुग्रहं करोति इति वाक्यम्. अत्र शत्रन्तपदं तस्य च विशेषणं भवति. अतः भजन्ति इति शिष्यत्रान्तं भवति भजत् यथा महोदयेन उक्तं. भजन् प्रथमविभक्तौ षष्टिबहुवचने भजतां कृष्णः भजतां भक्तानाम् अनुग्रहं करोति इति वाक्यमस्ति. अस्तु सञ्जीवमहोदय कस्मिन् पुटे? अत्र पञ्चषष्टि अधिकशततमे पुटे अत्र पञ्चम अभ्यासः पञ्चमः. पञ्चषष्टि अधिकशततमे पुटे पञ्चमाभ्यासः तत्र एकादशं वाक्यं सञ्जीवमहोदय कृपया. योगिनः प्रयत्नं कुर्वन्ति चित्तशुद्धिं प्राप्नुवन्ति. प्रयत्नं कुर्वन्तः योगिनः चित्तशुद्धिं प्राप्नुवन्ति. हा हा हा समीचीनमस्ति. अतः तत्र अस्माकं चिन्तनविधिः कः अस्ति अत्र नाम मूलरूपं मूलवाक्यमस्ति चित्तशुद्धिं प्राप्नुवन्ति. अत्र पूर्वतने वाक्ये नाम कीदृशं चिन्तनं वदतु कृपया. चित्तशुद्धिं प्राप्नुवन्ति के चित्तशुद्धिं प्राप्नुवन्ति? योगिनः चित्तशुद्धिं प्राप्नुवन्ति. कीदृशः योगिनः चित्तशुद्धिं प्राप्नुवन्ति? प्रयत्नं कुर्वन्तः योगिनः चित्तशुद्धिं प्राप्नुवन्ति. अत्र कुर्वत् इति प्रातिपदिकं शत्रन्तरूपं क्रूधातोः. अत्र प्रथमाभक्ति बहुवचनरूपं कुर्वन्तः. योगिनः पदस्य विशेषणं बहु समीचीनमस्ति. साधु साधु. हा तर्हि अत्र अत्र प्रथमं सोपानमस्ति चित्तशुद्धिं प्राप्नुवन्ति. तत्र योगिनः अस्ति. योगिनः इति पदम् अपरस्मिन् वाक्ये कथं स्थापयितुं शक्नुयाम इति प्रश्ने सति अत्र यथावत्. यतोहि अत्र तस्य वाक्यस्य कर्तृपदम् एवमेव भवति योगिनः प्राप्नुवन्ति. अतः तत्र रूपपरिवर्तनम् अपेक्षितमस्ति. अत्र दशमे वाक्ये रूपपरिवर्तनम् अपेक्षितमासीत् खलु. अत्र अत्र भक्ताः इति यथावत् स्थापयितुं न शक्तवन्तः वयं स्थापितुं न शक्तवन्तः. भक्ताः इति यथावत् न भवति अपि तु रूपपरिवर्तनम् अपेक्षितमासीत् षष्टिविभक्तिः बहुवचने. अत्र यथावत् भवति योगिनः प्राप्नुवन्ति. तस्य विशेषणं कुर्वन्तः योगिनः प्रयत्नं कुर्वन्तः योगिनः चित्तशुद्धिं प्राप्नुवन्ति. समीचीनमस्ति. नरेशमहोदय द्वादशं वाक्यं. साधकः योगं युनक्ति भगवन्तं जानाति. मूलवाक्यं भगवन्तं जानाति. कः भक्तं जानाति? साधकः भगवन्तं जानाति. कीदृश साधकः भगवन्तं जानाति? योगं युनकन् साधकः भगवन्तं जानाति. युनक्ति क्षत्रे प्रथम रूपम् एकवचनं पुल्लिङ्गं युनकन् योगं युनकन्. अत्र अत्र अत्र तत्र अत्र धातुगणः किञ्चित् जटिलः अस्ति. सप्तमीगणे अस्ति. तत्र धातुः अस्ति युञ्ज्. धातुः युञ्ज् बहुवचने अत्र तत्र युनक्ति इति एकवचने अस्ति प्रथमपुरुषे युनक्ति. किन्तु बहुवचनान्तरूपमस्ति अस्माकं ज्ञातव्यमस्ति खलु. यत्र साधकः इति पुल्लिङ्गशब्दः तत्र शत्रान्तरूपं यथा गच्छन्ति इति निष्कासयामः गच्छन् इति भवति खलु. गच्छन्ति इति गच्छन् तत्र बहुवचनान्तरूपं किमिति चेत् युञ्जन्ति इति भवति. युञ्जन्ति इति निष्कासयतु. युञ्जन्ति युञ्जन् योगं युञ्जन् साधकः भगवन्तं जानाति. हा सुन्दरं सुन्दरं साधु तथा अस्ति बहु समीचीनमस्ति अस्तु इदानीं सप्तमभ्यासः तदर्थं प्रायः समयः अस्ति इति अहं मन्ये षष्ठे अभ्यासे तत्र किञ्चित् इतोपि समयः अपेक्षितः अस्ति सप्तमभ्यासः अस्ति तत्र सुनिधिभगिनी पठतु कृपया मञ्जूषायां भगिनी अस्ति आम् अस्मि directions we go ham ha ha ha manjushayam manjushayam dattanam kriyapadanam shatrantarupani upayujya vakyani vadata udaharanam यथा अहम् अग्रे अग्रे अधोभागे लिखितमस्ति उदाहरणं यथा स्थूलाक्षरैः यथा तत्त्ववित् पश्यन् अहं न करोमि इति चिन्तयति तत्त्ववेत्तः इति एकवचने अस्ति इति एकवचने अस्ति बहुवचने हा अग्रे तत्त्वविदः तत्त्वविदः पश्यन्तः अहं न करोमि इति चिन्तयन्ति हा बहु समीचीनमस्ति तर्हि अत्र उपरि अस्ति खलु पश्यति अनन्तरं क्रमेण शृणोति स्पृशति जिघ्रति इति भवती करोति वा शृणोति इत्यस्य पश्यति इत्यस्य स्थाने शृणोति करोमि तत्त्ववित् शृण्वन् अहं न करोमि इति चिन्तयति हा इदानीं बहुवचने तत्त्वविदः तत्त्वविदः शृण्वन्तः अहं न करोमि इति चिन्तयन्ति वाह् वाह् सुन्दरं बहु समीचीनमस्ति अस्तु अग्रे गच्छेम तर्हि इदानीं शिल्पा भगिनी द्वितीयं तृतीयं भगिनी अस्ति अस्ति स्पृष्टति स्पृशति तत्त्वचित् तत्त्ववित् तत्त्ववित् तत्त्ववित् इत्युक्ते ज्ञानी तत्त्वमिति ज्ञानं यः जानाति इति वित् इति यः जानाति तत्त्ववित् अस्तु अग्रे स्पृशन् अहं न करोमि इति चिन्तयति बहुवचने तत्त्वचितः तत्त्वविदः स्पृशन्तः अहं न करोमि इति चिन्तयन्ति समीचीनमस्ति पुष्पा भगिनी अग्रे अस्तु महोदय जिघ्रति तत्त्ववित् तत्त्ववित् जिघ्रन् जिघ्रन् अहं न करोमि इति चिन्तयति तत्त्वविदः जिघ्रन्तः अहं न करोमि इति चिन्तयन्ति. सुन्दरं, बहु समीचीनमस्ति. राजनेशमहोदय अग्रे. महोदय अस्ति वा? महोदय म्यूट् मौनम् नास्ति, चिन्ता अग्रे. तत्वे जिघ्रन् अहं न करोमि. अश्नाति इति अश्नाति. तत्वे अश्नन् अहं न करोमि इति चिन्तयति. तत्विदः अश्नन्तः अहं न करोमि इति चिन्तयन्ति. हा, समीचीनमस्ति. अश्नाति इत्युक्ते खादति. हा, खादति अटः. अत्र क्रियादिगणे अस्ति. क्रीणाति बहुवचने क्रीणन्ति. अश्नन्ति इति अस्ति. अश्नन्ति इति निष्कासयामः. तत्र अश्नन् इति अस्ति. समीचीनं, बहु सम्यक् अग्रे. तर्हि सावित्री भगिनी अग्रे. महोदय, तत्त्ववित् वपिति वपन् अहं न करोमि इति चिन्तयति. तूष्णीं तिष्ठन्तु, ये न वदन्ति. सावित्री भगिनी, स्टार् सिक्स् नुदयतु कृपया. तत्त्ववित् स्वपन् अहं न करोमि इति चिन्तयति. तत्त्वविदः स्वपन्तः वा? हा, सत्यम्. अहं न करोमि इति चिन्तयन्ति. अत्र तत्र स्वपति धातुः तत्र अदादिगणे अस्ति. तत्र किञ्चित् विशिष्टरूपाणि सन्ति. स्वपति इति एकवचने, किन्तु बहुवचने स्वपन्ति. स्वपन्ति अस्माकं बहुवचनान्तरूपम् इष्टमस्ति. शत्रस्य शत्रन्तस्य रूपनिर्माणार्थं तत्र बहुवचनान्तरूपं किमस्ति ति इति निष्कासयामः. तर्हि स्वपन्ति, यद्यपि एकवचने स्वपिति, स्वपन्ति ति निष्कासयामः. स्वपन् स्वपन् सुपन्तौ स्वपन्तः इति तादृशमस्ति. समीचीनम्, अस्तु. अग्रे अभिनवमहोदय अग्रे. स्टार् सिक्स् महोदय, स्टार् सिक्स् नोदयतु. स्टार् सिक्स्. हरि ओम्. अस्तु, जय महोदय. येषां येषां गृहे ध्वनिः नास्ति ते सर्वे स्टार् सिक्स् नोदयन्तु. येषां गृहे तत्र ध्वनिः अस्ति स्टार् सिक्स् इति मा नोदयन्तु. सर्वे आगन्तुं शक्नुवन्ति. स्वसिति तत्त्ववित् स्वसन् अहं न करोमि इति चिन्तयति. तत्त्वविदः स्वसन्तः अहं न करोमि इति चिन्तयन्ति. हा, समीचीनमस्ति. अग्रे सञ्जीवमहोदय अस्ति वा? स्टार् सिक्स्. स्वलपति तत्त्ववित् प्रलपन् अहं न करोमि इति चिन्तयति. तत्त्वविदः प्रलपन्तः अहं न करोमि इति चिन्तयन्ति. प्रलपति इत्युक्ते रोदिति, विलपनं करोति. प्रलपति इति तत्र आलापः, यथा वार्तालापं करोति इति प्रायः तादृश अर्थः अस्ति. प्रलपति इति अहं मन्ये वदति इति आलापं करोति. लप् इति अहं मन्ये. अन्य अर्थे अपि अन्य अर्थः अपि स्युः, किन्तु सामान्य अर्थः तादृशः अस्ति. अस्तु, अग्रे सुब्रह्मण्यमहोदय अग्रे. विसृजति विसृजन् इति शत्रन्तरूपम् अस्ति पुल्लिङ्गे प्रथम विभक्तौ एकवचने. तत्त्ववित् विसृजन् अहं न करोमि इति चिन्तयति. तत्त्वविदः विसृजन्तः अहं न करोमि इति चिन्तयन्ति. पद्माभगिनी अग्रे स्टार् सिक्स्. श्रुणोति वा? तत्त्ववित् गृह्णाति पदम् अस्ति. गृह्णान् शत्रन्तरूपं एकन्मेषः गृह्णाति इत्यस्य तत्र बहुवचने किं रूपं गृह्णाति गृह्णीतः द्विवचने बहुवचने किमस्ति? नरेशमहोदय साहाय्यं करोति वा? नरेशमहोदय तत्र गृह्णाति इत्यस्य बहुवचनान्तरूपं किम्? स्टार् सिक्स्. हरि ओम्. अस्तु अस्तु अन्यूत् अहं कृतवान्. नरेशमहोदय वदतु, गृह्णाति चेत् बहुवचनान्तरूपं किं? गृह्णन्ति. हा हा हा, गृह्णन्ति. पद्माभगिनी तथाधारेण वदतु तर्हि. तत्त्ववेत् गृह्णान् अहं न करोमि. पुनः पुनः वदतु नरेशमहोदय, बहुवचनान्तरूपं किं? गृह्णन्ति. एकवचनं गृह्णन् सत्यं. गृह्णन् गृह्णन् वदतु. तत्त्ववेत् गृह्णन् अहं न करोमि इति चिन्तयति. तत्त्वविदः गृह्णन्ति न अहं न करोमि इति चिन्तयन्ति. न बहुवचने किमस्ति? तत्त्वविदः गृह्णन्ति. गृह्णन्ति इति न, अत्र लटिति रूपं तत्त्वं गृह्णन्तः. अस्तु, मम चिन्ता भवति स्म. अस्तु समीचीनम्. अग्रे अग्रे लक्ष्मीभगिनी अग्रे. एकः प्रश्नः उच्चारणविषये. हा समीचीनः प्रश्नः अस्ति. अहं चिन्तयामि स्म त्यजामः यतो हि समाप्यमानः अस्ति वर्गः, किन्तु अग्रिमे सप्ताहे वदिष्यामि अवश्यं. वस्तुतः तत्र यत्र हकारः अस्ति अपि च अनुनासिकवर्णः नकारः मकारः यकारः तत्र तत्र प्रथमतया यद्यपि अनुनासिकवर्णः अनन्तरं लिखितं स्यात्, किन्तु वस्तुतः अकारः तस्य किञ्चन वचनमस्ति. वस्तुतः वचनं न्यायः. हकारः प्रथमतया न, अनुनासिकः प्रथमतया उच्चार्यते. गृह्णाति गृह्णाति इति न, गृह्णाति गृह्णाति. अन्यानि उदाहरणानि दास्यामि अग्रिमे सप्ताहे. अस्तु महोदय. न कस्य आसीत् अग्रे? आम् तत्त्ववित् उन्मिषन् अहं न करोमि इति चिन्तयति. तत्त्वविदः उन्मिषन्तः अहं न करोमि इति चिन्तयन्ति. सुन्दरं, बहु समीचीनमस्ति. अस्तु अजय महोदय अन्तिमं करोतु कृपया. तत्त्ववित् निमिष तत्त्ववित् निमिषन् अहं न करोमि इति चिन्तयति. तत्त्वविदः निमिषन्तः अहं न करोमि इति चिन्तयन्ति. हा समीचीनमस्ति. तत्र निमिषन्तः इति उक्तवान् खलु, निमिषान् निमिषन्तः. तत्र अर्थद्वयमस्ति, नाम उन्मिषति. उन्मिषति इत्युक्ते उत्तिष्ठति अथवा नेत्रम् उद्घाटयति. पुनः निमिषति इत्युक्ते निद्रां करोति अथवा तत्र नेत्रं पिदधाति इति अर्थः. अस्तु, समीचीनमस्ति. अनेन अस्माकं समयः जातः, अतः विरमाम. अग्रिमे सप्ताहे मिलामः. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः.